पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 201 नारद उवाच अथावरुह्यतौ वृक्षात् पितृपुत्रौ सुविस्मितौ दृष्ट्वा हरिपदप्राप्तिमभूतां पापिनोरपि शिवशर्माधविप्रेन्द्र श्रुत्वा तीर्थस्तुतिं तदा गणोक्तां विष्णुशर्माणमुवाच सूतमात्मनः शिवशर्मोवाच यत्पदं न सुलभं द्विजन्मनां साधितेन तपसा विलीलया प्राप शबरदंष्ट्रिणौ च तत्तीर्थराजमहिमा विलोक्यताम् जन्मनः प्रभृति तावदामृदेः पापिनावपि च यत्प्रभावतः जग्मदुःसुदहरेः सरूपतामस्य तीर्थवृषभस्य का स्तुतिः शुद्धसत्त्वमपि रूपमैश्वरं क्वाम्बुजन्म जनिदेव दुर्लभं तामसौ क्व मृगनाथ भिल्लकौ किं तु तीर्थमिदमद्भुतक्रियं तादभो पददिवेदः स पदाज्जन्तुरन्धमधिगम्य कर्मणा अत्र देवगुरुनिर्मिते मृदिं प्राप्य माधव पदान्न विच्युतिः नारद उवाच एवं प्रत्यक्षमालोक्य माहात्म्यं सद्विजोत्तमः तीर्थस्यास्य गुरो राजन् स्नातुं तत्र प्रचक्रमे मुखदन्तपदानां सकृत्वा शुद्धिं च चेतसः पञ्च कच्चशिखा बन्धोपग्रही माधवं स्मरन् अश्वक्रान्ते दिश्लोकेन पाठेन तडमृत्तिकां स्पृश्यंस्तयैव विदधतिलकं जलमाविशद तत्र प्रवाहाभिमुखो निमज्जन् पुनरुद्धितः पुनर्मग्नो हरिं स्मृत्वा गङ्गां च जनपावनीम् अयोध्याद्या पुरी सप्त पुनरुद्धाय संस्मरन् पुनर्ममज्जसलिले गोविन्दार्पितमानसः कृत्वा यथा विधिस्नानं दौदवस्त्रे च पर्यथाद बहिरागत्य तिलकं चक्रे च द्विजसत्तमः करपादशिखासूत्राय दर्भांश्च विदधद्वशी सन्ध्यां चकारविधिवतर्पणं त्रिविधं तथा सूर्याय कुसुमैर्दत्त्वा सजलैरर्कमादृतः शिरोबद्धाञ्जलिपुडो नमश्चक्रे द्विजोत्तमः आवाहनादिनैवेद्यपर्यन्तमथ विप्रराट जगत्पूज्य पदाब्जस्य विष्णोः पूजामचीकरत् कृतक्रियसूपविष्टस्तादृशं सूदमात्मनः जगाद संस्मरन् पूर्वजन्मकर्मणि कृष्णशः शिवशर्मोवाच विष्णु शर्मन्नदे मिथ्यावाक्यं तादयदस्मृतिः अत्र स्नानेन मे जादा पूर्वेषां जन्म कर्मणाम् आकर्णय महाभाग कथयामि तवाग्रदः पुराहमन्वये जादो विश्याम् धनिकधर्मिणाम् पिता मे शरभो नाम्ना कन्याकुब्जे पुरो वसन् वाणिज्येनार्जयन्वित्तम् भूरि धर्मधनाश्रितः व्यतीतस्तु महान् कालस्तस्य नाभवदात्मजः जरागृहीतदेहस्य तच्चिन्तातुरचेतसः अचिन्तयदहोरात्रमिति वैश्यवरस्तदः विना सुतेन मे व्यर्थं धनं भूर्यपि सञ्चितम् हृदे सुतमृणीलोकेऽपि तृणां धनवानपि सजलोऽपि विना वर्षं चादकानां यथा खनः पुमान् जयति सन्तत्या विश्वं धर्मधुरीणया शक्रिया त्रिविधया राजा विपक्षमिव दुर्जयं प्रीणादि सन्ततिः शुद्धा सुमनः पितृमानवान् मित्रप्रत्यार्थ्यु यदासीनान् सुनृता वाग्यधेरिता उदयस्तेन पुत्रेण वर्धते स्वयशः पितुः निर्मलं द्विजराजेन नीरं तीर निधेरिव तस्माद्यदे सुदोत्पत्यै शरीरेण धनेन वा तमृदे हि द्वयं व्यर्थं जनानां तडिदायुषाम् एवं चिन्तयतस्तस्य गृहे मुनिवरस्तदा देवलोतीद्रियज्ञानो वरं दातुं समाययौ आगतं तं समालोक्य प्रत्युद्धायासनात्पिता दत्त्वार्थमथपाद्यं च ववन्दे शिरसा मुनिम् उपवेश्यासने दत्ते स्वहस्तेन पिता मम पप्रच्छ च मुनिश्रेष्ठं देवलं देवदर्शनम् स्वागतं तु मुनिश्रेष्ठ शमस्ति भवदां कुले तपःस्वाध्यायनियमा निष्प्रत्यूहा भवन्ति च काले चादिधय कच्चिदायान्ति भवदाश्रमे कच्चिदाश्रमवृक्षा वः फलं दि मनसेप्सितं व्याघ्रादयो न कुर्वन्ति कच्चिद्वैरं मृगादिभिः त्वदीयाश्रममभ्येत्य भ्रातरो भ्रातृभिर्यथा तवाटनं भुवि मुदे गृहिणामन्यथा कथं तेषां गृहाधिमग्नानां दर्शनं क्व भवादृशः हरिपादरजो बुद्धेः कामं कामो न कुत्रचिद मुने तव तदाभ्याशु हेतुमागमने वद शिवशर्मोवाच इत्युक्तस्तेन स मुनिर्देवलो देवपूजितः अब्रवी तन्मनोभावं ज्ञातुकामो विशाम्पतिम् देवल उवाच वैश्यवर्यत्वया भूरि धनं धर्मेण सञ्चितं करोषि येन धर्मज्ञ नित्यनैमित्तिकी क्रियाः आदरं राजसदसि धनेन लभते नरः सुभडः शत्रुसङ्ग्रामे विक्रमेण यथा जयम् गृहस्थस्तु धनं प्राप्य परां पुष्टिं व्रजत्यलं शरत्परिणदं सस्यमनड्वानिव विस्पदे धनिनां न विमुञ्चन्ति बन्धवोन्ये च ये जनाः मधुमत्सुमनोयुक्तं पादपं मधुपा इव धनाभावेन गृहिणां कृशत्वमुपजायते सर्वतो ग्रीष्मसमये नभसां सरसामिव तद्धनं वर्तते भूरि गृहे तव विशाम्पते कृतकृशत्वमङ्गानां गोप्यं चेन्न वदाद्य मे वैश्य उवाच हितोपदेशविरता भवन्तः पितरो यथा गोपनीयं भवद्भ्यः किं मादृशै पुत्रतां गतैः त्वत्प्रसादान्मुनिश्रेष्ठ सर्वतोऽस्ति शिवं मम वार्धकेऽपि सुदाभावो दुःखमेकमिदं मम तस्मात् कृशत्वमङ्गानां विद्धि मे मुनिपुङ्गव बिभेम्यहं पितृऋणाद्यतोऽधः पतनं नृणां तमुपायं कुरु मुने येन स्यां सुतवानहं किञ्चित् कर्तुमशक्यं न भूतलेऽत्र भवादृशैः शिवशर्मोवाच इत्याकर्ण्यवचस्तस्य वैश्यवर्यस्य देवलः मनः क्षणं स्थिरं कृत्वा दध्यौ मीलितलोचनः सन्ततेर्मत्पितुर्दृष्ट्वा प्रतिबन्धस्य कारणम् देवलोतीन्द्रियज्ञानी बभाषे कारयन् स्मृतिम् देवल उवाच एकता तु पुरा वैश्य तवेयं धर्मचारिणी यं चकारस्वचित्ते तं कथयामि मनोरथं गुर्विणी यद्यहं गौरी भवेहं शम्भुवल्लभे तदा त्वां तोषयिष्यामि षड्रसान्वितभोजनैः धूपदीपकमलाभिस्ताम्बूलैर्नृत्यबाधकैः तन्त्रीमुखोद्गदैर्गीदैर्नानाविधविलेपनैः एवं प्रतिश्रुत्य पुरः सखीनां दयिता तव प्रतीक्षमाणा तं कालं तस्थौ तद्भक्तिसंयुधा तस्मिन्नेवाभवद्गर्भो मासे स्यायोषितस्तव ऊचुरेणां ततः सख्यः सर्वाससस्नेह चेतसः यत्त्वया वाञ्छितो गर्भो गौर्या सम्प्रतिपादितः अधः प्रतिश्रुतं देव्याः पूजनं सुभगे कुरु नो चेद्विकाराद्भवति विघ्नं तु तदनुष्ठिताद् तोषिता रोषिताश्चात्र देव्यो हि वरशापदाः सखीभिरिति ते भार्या कथितेयं मुदान्विता त्वामुवाच महाभागा विनयेन पतिव्रता नादपूजयितुं गौरीं वाञ्छाम्यखिलकामदां यत्प्रसादादहं यादा वाञ्छितार्थवदी प्रभो वैश्यवर्य त्वमेव वै तच्छ्रुत्वा स्या वचनं शुभम् अमन्यद गर्भवती मेना निजगृहेश्वरीं परमोत्सवया मोदमानसद्यो भवानपि भृत्या नाज्ञापयामास पूजावस्तूपपादने तैरानाय्य समस्तानि वस्तूनि भवता ततः अस्यै दत्तानि मध्वन्नद्राक्षा गन्धादिकान्यपि ततो निजसखी सर्वा आहूयेदमिदं जगौ सख्यः समस्था सामग्री समानीदाम्बिकार्चने नीत्वा पूजोपकरणं यूयं यादाम्बिकालयं सन्तोषयत तां देवीं पूजया विधिदृष्टया गुर्विणीदि कुलेऽस्माकं न निर्यादि गृहाद्बहिः अतोऽहं नागमिष्यामि यूयं याद तदर्चने इत्याज्ञप्तास्तु ताः सख्यो नीत्वोपकरणं ययुः अम्बिकालय मुन्मत्तभ्रमद्भ्रमरकेतनं कोकिलाकुलसङ्केलि सहकारकुलाकुलं हंससारस चक्राह्वमण्डितं स्वच्छ सारसं महादेव गुणालापि शुकसारिसमावृतं हारपूरालतासेके तत्परो मा सखीधरम् उमापदेरुमा पादन्यासपूदमहीतलम् स्फटिकोपलसम्बद्ध जलाधार सुरद्रुमं पार्वतीपदि संनाट्य गायद्गन्धर्वनादिदं मन्दानिलमनाद्धूतचूदचम्पकोरकं नृत्यन्मयूरनिर्ह्रादप्रदिनादिलता गृहम् तल्लीलाचल विद्योदमानं रत्नलसत्प्रभं तत्र गत्वा गिरिसुधां प्रणेमुस्ताः सभर्तृपाः प्रदक्षिणीकृत्य ततो भक्र्यातां च बभाषिरे जगदम्बे नमतुभ्यं शन्नो देहि शिवप्रिये त्वत्पूजार्थे समानिदो बलिरेष प्रगृह्यताम् वैश्यस्तु शरभो नाम्ना तस्यास्ति ललिताङ्गना तयाभिलषितो गर्भस्तत्प्राप्तौ तव पूजनम् त्वत्प्रसादादभूतस्याः सगर्भशम्भुवल्लभे त्वत्पूजनाय प्रसिदो बलिरस्माभिरेषकः तस्या कुले गर्भवती न निरेधि बहिर्गृहाद अधः सा नागदा देवि प्रसीदैन गृहाण वै इत्युक्त्वा तां तदा वैश्य त्वस्त्री सख्यस्तु तं बलिं समर्पयित्वा विधिवदानर्चुश्च चन्दनादिभिः प्रतिवाक्यमलब्ध्वाता गौर्या प्रत्याययोर्गृहं निजसख्यैः समाचख्युर्विषण्णां तां शिवप्रियां तासामाकर्ण्यवचनमिति वैश्य तवा बला उन्मनाश्चिन्तयामास कुतो गौरीनपि प्रिये सा जानाति यदा भक्तिस्तत्पूजाया कृता मया तादृशीनां किमज्ञातं बाह्यं चाभ्यन्तरं नृणां न गताहं यतस्तत्र तज्ज्ञानात्यपि कारणं मया दत्तेन बलिना कुतः सा न तुतोष वै नाहमन्यत् प्रजानामि तदतोषे हि कारणं हृदे मदगदेस्तत्र नूनं रम्ये तदालये यदतीतं न तच्छक्य मन्यथा कर्तुमद्य वै गर्भान्मुक्ता गमिष्यामि तत्पूजायै तदालये नमस्तस्यै महादेव भार्यायै सा करोदुशम् इत्युक्त्वा दधती गर्भं तस्थौ वैश्यतवाङ्गना शिवशर्मोवाच विष्णुशर्मन्निदं पूर्ववृत्तमाज्ञायमर्पिता पप्रच्छ मुनिशार्दूलं देवलं ज्ञानवत्तरं वैश्य उवाच मुने यथा प्रतिश्रुता पूजाते स्नुषया तदा तथैवाकारि पार्वत्या विषादे करणं वद यतोऽसौ न गता तत्र तज्जानादि शिवास्वतः सखीभ्यश्चोक्रमस्यास्तद्विषण्णा सा कुतोद्भवद देवल उवाच वैश्यवर्य शृणुष्वेदं कारणं कथयामि ते यदस्तस्या विषादोऽभूत्पार्वत्या गर्भनाशकः निवृत्तासु सखीष्वास्या सम्पूज्य स्कन्दमादरं विजया पार्वतीं प्राह कौतूहलसमन्विता विजयोवाच गिरिजे श्रद्धया तुभ्यं दत्तो मूभिरयं बलि मानुषीभिः कुतः प्रीता नाभवस्त्वं वरानने धूपदीपकनैवेद्यैः पूजिता तोषहेतवे प्रत्युदा कारणं देवि त्वं विषादं कुतो गदा देवल उवाच इत्याकर्ण्यवचः सख्या देवी देववरार्चिता अब्रवीद्विजयं वैश्य विषादे कारणं सखीं पार्वत्युवाच विजये सखि जानामि वैश्यभार्या गृहाद्बहिः निर्गन्तुमक्षमां गर्भधारणास्वविवेकदः समागतास्तु तत्सख्यो मत्पूजायै तदीरिताः मादृशो न च गृह्णन्ति परहस्तकृतं बलिं तत्पदि चेत् समायास्यदभविष्यत्तदा शिवं तस्यास्तु मदवज्ञादो गर्भपादो भविष्यति यद्व्रतं पूजनं यच्च कर्तुं न क्षमतेऽङ्गना तत्कारयदि नाथेन न भङ्गस्यात्तयोः सखि अथवा विप्रमुखेन पृष्ट्वा पदिमनन्यधिः यदस्वयमनागत्य तत्कृतं मे तयार्चनं नकारितं च भर्त्रातो भविता दोहदो फलः यद्युभौ तौ समागत्य दम्पती श्रद्धया पुनः मां पूजयिष्यधः पुत्रो भविष्यति तदा तयोः देवल उवाच सशापो न त्वया वैश्य न चैव तव भार्यया श्रुद्धसखीभिरस्यानो प्रसादश्च तयार्पितः तयोरज्ञानदो वैश्य युवयोर्नाभवत्सुतः अजानदो प्रतिविधिं परत्रात्र सुखप्रदं यदत्ते कथितं वैश्य सन्तानाभावकारणं वसिष्ठेन यथा पूर्वं दिलीपस्य महीपतेः तच्छ्रुत्वा स यथा राजा नन्दिनीं समतोषयद सत्रीकस्त्वं तथा वैश्य गौरीं तोषय कामदां सा यथा राधिता राज्ञे दिलीपाय ददौ सुदम् आराधय तथा गौरीं त्वं सा तुभ्यं च दास्यति वैश्य उवाच दिलीप इति भूभक्खका च सा नन्दिनी मुने यामाराध्य सुतं लेभे स भूयो भूप सत्तमः महेशादि सुरान्मुक्त्वा त्रिवर्णफलदायिनः आराधिता कुतसैव सुतार्थं तेन भूभुजा यदत्सर्वं समाख्याहि मुने यत्पृष्टवानहं श्रुत्वा ततो गिरिसुतां सेविष्ये सह भार्यया शिवशर्मोवाच गदितमिति निशम्य विष्णु शर्मन्विनय युतेन विशा मदीयपित्रा मुनिरिति गदितुं दिलीपवृत्तं जगति पवित्रतरं विचक्रमे सह इति श्रीपाद्मे महापुराणे उत्तरकण्डे कालिन्दीमहात्म्ये एकाधिकद्विशततमोऽध्यायः ॐ